सर्वे श्रूयन्ते खलु? किञ्चित् उच्चैः वदतु महोदय, किञ्चित् शृणोति, सर्वे शृण्वन्ति खलु? आम् महोदय. अस्तु अस्तु, नमस्ते. तर्हि अत्र अग्रे गच्छामः. तत्पूर्वं गतवर्गे एकः प्रश्नः आगतवान्. तत्तु अस्ति अलं योगः करोति इति प्रसङ्गे कथम् अनुस्वारः भूत्वा पञ्चमवर्ण आगच्छति इति प्रश्नः आसीत् खलु. तर्हि प्रश्नः आसीत् यत् अलं तु उपसर्गः एव अस्ति, अतः पद अस्ति, तर्हि किमर्थं नश्चापदान्तस्य झलि, यत्तु अपदान्तमकारनकारकृते अस्ति, तर्हि कथं मकारस्य अनुस्वारः भूत्वा परसवर्णः भवति इति प्रश्नः आसीत्. सर्वे स्मरन्ति खलु प्रश्नः आसीत्? आम् महोदय. तर्हि तस्य उत्तरम् एवम् अस्ति. एक अष्टाध्यायीसूत्रपाठे यत्र कुत्र अस्ति, यत्र अस्ति नश्चापदान्तस्य झलि अस्ति खलु, पेज् 135, तत्र तत् नश्चापदान्तस्य झलि अष्टमाध्यायस्य तृतीयपादस्य चतुर्विंशतितमः सूत्र अस्ति. तत् तस्मात् साक्षात् पूर्वम् एव एकं सूत्र अस्ति, मोनुस्वारः एकः सूत्रः अस्ति. सर्वे पश्यन्ति वा सूत्रसङ्ख्या किं महोदय? अष्टमाध्यायस्य तृतीयपादस्य त्रयोविंशतितमः सूत्रः, 8323 पेज् 135 अस्ति. तत्र नश्चापदान्तस्य झलि अस्ति, तत्पूर्वमेव एकं सूत्रमस्ति मोनुस्वारः. तर्हि अस्मिन् अलङ् प्लस् करोति इति प्रसङ्गे मोनुस्वारः इति सूत्रस्य कार्यं भवति. मोनुस्वारः इति सूत्रं तु अस्माभिः अधुना न पठितम् अधुना पर्यन्तं, परन्तु संक्षिप्तरूपेण वदामि चेत् मोनुस्वारः इति सूत्रं किं वदति, यत् अस्तु तर्हि मोनुस्वारः इति सूत्रात् पूर्वम् एकं सूत्रमस्ति हलि सर्वेषाम् अस्ति खलु. तर्हि हलि सर्वेषाम् इति सूत्रतः हलि इति शब्दस्य अनुवृत्तिः भवति. तर्हि तदनन्तरं पदस्य इति सूत्रस्य अधिकारः अस्ति अत्र पदस्य. तर्हि आहत्य अनुवृत्तिसहितसूत्रमस्ति पदस्य मह हलि अनुस्वारः, नाम पदान्ते यः मकारः आगच्छति तस्य हलिपरे, नाम तस्य तस्मात् साक्षात् अनन्तरं यदि हल् वर्णः अस्ति तर्हि पदान्तमकारस्य अनुस्वारः भवति. नाम यदि पदान्ते पदस्य अन्ते मकारः अस्ति, तदनन्तरं कोऽपि हल् वर्णः अस्ति, तर्हि संहिता इति विषये, नाम सन्धि इति विषये मकारस्य अनुस्वारः भवति. तर्हि अलं प्लस् करोति इति सूत्रे अलं पदस्य अन्ते अस्ति, उपसर्गः अस्ति, अतः अलमपि पदः एव अस्ति. तदनन्तरं ककारः अस्ति, ककारः हल् अस्ति, अतः मकारस्य किं भवति, मकारस्य अनुस्वारः भवति, अतः अलं करोति इति भवति. तर्हि नश्चापदान्तस्य झलि इति किं वदति, यत् नश्चापदान्तस्य झलि भवति यदि अपदान्ते नकारः मकारः अस्ति, तर्हि किं करणीयम् इति नश्चापदान्तस्य झलि इति वदति. मोनुस्वारः वदति यदि पदान्ते मकारः अस्ति तर्हि किं करणीयम् इति मोनुस्वारः वदति. तर्हि अधुना वयं जानीमः यत् कथम् अनुस्वारः भवति अलं प्लस् करोति इति सूत्रम्. तदनन्तरम् अधुना एका अधुना एका वार्ता अस्ति पेज् 138 तत्र गच्छतु पेज् 138 अष्टाध्यायीसूत्रपाठे सूत्रसङ्ख्या अस्ति अष्टम अध्यायस्य चतुर्थपादस्य किमस्ति अष्टपञ्चाशीतिः इति सूत्रं 58 अनुस्वारस्य यै परसवर्णः अस्ति खलु अनुस्वारस्य यै परसवर्णः अस्ति तदनन्तरम् एकं सूत्रमस्ति वा पदान्तस्य प्रायः तस्मात् तस्मिन् वर्गे प्रायः गतरविवासरे अपि केनापि उक्तमासीत् वा पदान्तस्य तर्हि वा पदान्तस्य एकं सूत्रमस्ति तत् सूत्रं किं वदति अनुस्वारस्य यै परसवर्णः तस्य अनुवृत्तिः भवति वा पदान्तस्य तदस्ति वा इत्युक्ते विकल्पेन पदान्तस्य इत्युक्ते पदान्ते अस्ति चेत् तर्हि वा पदान्तस्य सूत्रस्य अनुवृत्तिसहितसूत्रमस्ति अनुस्वारस् पदान्तस्य अनुस्वारस्य ययि परसवर्णः वा नाम वयं जानीमः यत् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण यदि अनुस्वारः आगच्छति तदनन्तरं यय प्रत्याहारस्य वर्णः अस्ति तर्हि अनुस्वारस्य स्थाने परसवर्णः भवति परन्तु वा पदान्तस्य इति सूत्रं वदति यत् यदि अनुस्वारः पदान्ते अस्ति तर्हि तत् परसवर्णः विकल्पेन भवति नाम अनुस्वारः अपि स्थातुं शक्नोति अनुस्वारस्य स्थाने पञ्चमवर्णः अपि आगन्तुं शक्नोति उभौ अपि समीचीनौ स्तः तर्हि अलं प्लस् करोति मध्ये अनुस्वारः पदान्ते अस्ति अतः अलं करोति इति रूपम् अपि सम्भवति यत्र अनुस्वारः एव तिष्ठति अलङ्करोति अपि सम्भवति यत्र कवर्गस्य पञ्चमवर्णः आगच्छति तर्हि रूपद्वयमस्ति अलङ्करोति अलङ्करोति इति वार्ता तर्हि एवमेव यदि अस्माभिः गतरविवासरे अस्माभिः दृष्टं संयमः इति सूत्रमस्ति संयमः इति पदमस्ति खलु तत्र अपि संयोगः यमः अस्ति सम् अपि उपसर्गवत् अस्ति अतः मोनुस्वारः इति सूत्रेण मकारस्य अनुस्वारः भवति संयमः यकारः ययि आगच्छति अतः वा पदान्तस्य इति सूत्रेण एकरूपं भवितुं शक्नोति संयमः यत्र अनुस्वारः एव तिष्ठति द्वितीयरूपं भवति संयमः यत्र अनुनासिकयकारः अपि आगच्छति उभौ रूपौ समीचीनौ स्तः इति वार्ता अस्ति तर्हि प्रायः सर्वे अवगच्छन्ति खलु अधुना किमर्थम् अलङ्करोति भवति पदान्ते कथं भवति प्रश्नः अस्ति वा सर्वे अवगच्छन्ति महोदय तत्र अनुस्वारः वा पदान्तस्य इति सूत्रेण वैकल्पिकं वा अनुस्वारः अस्ति न तु अथवा मकारः अपि भवितुम् अर्हति न वा पदान्तस्य सूत्रं वदति अनुस्वारः भवति अथवा विकल्परूपेण परसवर्णः पञ्चमवर्णः आगच्छति अतः भवति कवर्गः अनुनासिकः कवर्गस्य पञ्चमवर्णः आगच्छति नागच्छति चेत् अनुस्वारः एव तिष्ठति उदाहरणमस्ति चेत् महोदय अनुस्वारस्य ययि परसवर्णः उदाहरणं गङ्गा किमपि अस्ति गङ्गाशब्दः अस्ति खलु किंवा गङ्गा नास्ति अथवा गङ्गाशब्दे यत् हि यत् अनुस्वारः अस्ति तत्पश्चात् गकारः अस्ति अथवा अतः अनुस्वारस्य स्थाने कवर्गस्य पञ्चमवर्णः आगच्छति एव नित्यमेव विकल्पेन न आगच्छति आगच्छति एव नित्यं यत् तत्तु पदान्ते नास्ति खलु अनुस्वारः पदान्ते अस्ति चेत् विकल्पेन आगच्छति अथवा पदान्ते नास्ति चेत् सर्वदा पञ्चमवर्णः आगच्छति अनुनासिकवर्णः महोदय संस्कृतम् इति पदेन कथं महोदय तत्र अपि संस्कृतम् इति पदे अपि संस्कृतम् इति पदे अपि प्रायः सम् अस्ति खलु आं महोदय तत् उपसर्गं वा अहं चिन्तयामि सम् इति अस्ति, परन्तु अत्र तु कोऽपि क्लेशः नास्ति, यतोहि अनुस्वारस्य अत्र परसवर्णः न भवितुं शक्नोति, यतोहि सकारः ययि न आगच्छति खलु, सकारः ययि न आगच्छति, अतः अनुस्वारः एव तिष्ठति, तस्य कोऽपि परसवर्णः नास्ति एव. महोदय मकारः नास्ति तत्र, केवलम् अनुस्वारः, अनुनासिकमकारः नास्ति. आमां तत्र अनुस्वारः अस्ति, अहं वदामि यत् अनुस्वारस्य अनन्तरं किमपि न भवति, यतोहि अग्रे सकारः अस्ति, सकारः ययि नास्ति. तत् पदं कथं भवति महोदय? तं कृतम् अहं चिन्तयामि एवमस्ति महोदय. अस्तु महोदय. एकमस्ति प्राकृत, एकमस्ति संस्कृत, तर्हि प्रायः तत्र सम् अस्ति. अस्तु, प्रश्नः नास्ति चेत् अग्रे गच्छामः. तर्हि अस्माभिः गतरविवासरे कुतः पर्यन्तम् अस्माभिः पठितं? प्रश्नः उदेति, हा अस्तु, प्रश्नः उदेति, तत्र अनुस्वारस्य यै परसवर्ण अस्ति तस्मिन् एव विषये ध्येयं यये प्रत्याहारे सूचयति यत् श सः एषु अन्यतमः परे अस्ति, तत्तु अस्माभिः पठितं, तदग्रे अस्ति प्रश्नः उदेति इति, ततः अग्रे गच्छामः. भानुमहोदय अस्ति खलु, कुत्र पठामः अद्य महोदय? पूर्ववर्गे अहं नास्मि. धातुविज्ञानं 2 इति करपत्रे. धातुविज्ञानं 2 दत्वं नत्वं न, अनुस्वारस्य यै परसवर्ण इति सूत्रमस्ति, तत् नुमागमः अस्ति, तस्मिन्नेव अस्ति. नुमागमः अस्ति, नश्चापदान्तस्य झलि, अनुस्वारस्य यै परसवर्णः इति सर्वम्. आन्लैन् पश्यामि. तत्र एव अस्ति अनुस्वारस्य ये परसवर्णः, तत्र अस्ति सं प्लस् यमः, संयमः, संवत्सरः, संलापः, तदग्रे अस्ति प्रश्नः उदेति. अस्तु, भानुमहोदय. महोदय अहम् अग्रिमे पठामि महोदय. अस्तु, अमित् महोदय. आं महोदय. प्रश्नः उदेति, यदि वनी धातौ नकारादेशः भवति एव, तर्हि किमर्थं वन्द मूलधातुः न स्यात्? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब् इत्येव मूलधातुः न स्यात्? उत्तरम् अस्ति यत् तत्र कतिचन कार्याणि सन्ति, यथा अनिदितां हल उपधाया ङिति 6424 इत्यनेन यः धातुः इदित् नास्ति तस्य धातोः उपधायां स्थितस्य नकारस्य लोपः स्यात् किति ङिति परे, परन्तु इदित् चेत् अस्माभिः यः नकारः आनीतः तस्य नकारस्य लोपः कस्यामपि दशायां न भवति. साक्षात् आरम्भतः नकारः अस्ति चेत् तस्य लोपः किति ङिति च भवति, यथा बन्धधातौ नकारः उपस्थितः मूलधातौ, अतः किति ङिति परे नकारलोपः. ल्युटि बन्धनम्, नकारः उपस्थितः यतोहि ल्युट् प्रत्ययः कित् अपि नास्ति, ङित् अपि नास्ति, परन्तु क्तान्तरूपं बद्ध नकारलोपः यतोहि क्त प्रत्ययः कित् अस्ति. लबि धातोः इदितो नुम् धातोः इत्यनेन नुम् आगमः, तस्मात् लम्ब। अस्य नकारस्य लोपः किति ङिति न भवति, यथा शान्तरूपं लम्बितः। तर्हि आशयं किम्? प्राक् प्रश्नः उक्तमस्ति, यदि नकारादेश भवति एव नुमागमे, तर्हि किमर्थं मूलधातुः नकारसहित न स्यात् इति? वन्द लम्ब उदाहरणार्थे उत्तरमस्ति, कतिचन कार्याणि सन्ति, अत्र पर्यन्तम् अवगतं, तदनन्तरं न अवगतं महोदय। न अवगतं वा? केवलं पठामि। अस्तु, पठितवान्, अर्थः न अवगच्छति, न अवगच्छति वा? न अवगतं, पुनः एकवारं ऐ विल् हाव् टु रीड् स्लोलि। अस्तु, अहं वदामि किमस्ति। अस्तु, अहं वदामि। तर्हि वद् वदि इति अस्ति धातु खलु, तर्हि अत्र अस्माभिः दृष्टं यत् इदितो नुम् धातोः, इदितो नुम् धातोः इति सूत्रेण वदि इति तस्य लौकिकधातुः भवति वन् इति तु सर्वे जानन्ति। तर्हि अत्र प्रश्नः अस्ति, यदि वन्द एव भवति तर्हि किमर्थं मूलधातौ एव वन्द नास्ति? मूलधातौ नाम धातुपाठे यद् धातुः अस्ति, औपदिशिकधातुः यद् अस्ति, तत्र एव नकारः किमर्थं न स्थापितं पाणिना इति प्रश्नः अस्ति। तर्हि तस्य अस्ति यत् नकारः किमर्थं न स्थापयति पाणिना। प्रश्नः महोदय, तत्रैव यदि लबि मकारः किं, लबि किम् अर्थं? लबि मध्ये अपि अस्ति खलु मकारः, लबि मध्ये अपि इदितो नुम् धातुः इति सूत्रेण मकारः आगच्छति, यत् अस्माभिः गतरविवासरे पठितं। वदि वदि मध्ये वन्द् वन्द् भवति, लबि लम् भवति इदितो नुम् धातोः इति सूत्रेण। तर्हि प्रश्नः आगच्छति यत् किमर्थं मकारः अथवा नकारः साक्षात् एव किमर्थं तत्र न स्थापितमस्ति मूलधातोः मध्ये? अतो अस्ति, तस्य प्रश्नस्य उत्तरमस्ति यत् तत्र कानिचन कार्याणि सन्ति। कार्याणि कानि सन्ति? अस्तु, एकसूत्रमस्ति अमिलितां हल उपधायाः निति। तत्र किमस्ति, तत्सूत्रं किं वदति? अनिदिताम्, अनिदिताम् इत्युक्ते यः धातु इदित् नास्ति, अनिदिताम् अन् इत् इदिताम् नाम यः धातुः इदित् नास्ति। तर्हि तत् सूत्रं वदति यदि धातुः इदित् नास्ति तस्मिन् धातौ यदि उपधायां नकारः अस्ति तर्हि तद् नकारस्य लोपः भवति, अग्रे यदि कित् नित् किमपि अस्ति चेत्। इत्युक्ते धातुः इदित् नास्ति नाम धातवे इत् प्रत्य इत् इत् संज्ञक ह्रस्व इकारस्य इत् संज्ञा नास्ति, तत्पश्चात् कित् नित् अस्ति। कित् इत्युक्ते तत्पश्चात् यत् अस्ति तस्मिन् ककारस्य इत् संज्ञा अस्ति अथवा नकारस्य इत् संज्ञा अस्ति। तर्हि अस्ति चेत् उपधायां स्थितनकारस्य लोपः भवति इति अस्ति। उदाहरणमस्ति बन्ध, बन्धधातुः अस्ति, बन्धधातौ अस्ति, मूलधातु एव बन्ध अस्ति, मूलधातौ एव उपधायां नकारः आगच्छति। तर्हि उपधायां नकारः आगच्छति, तस्य बन्ध इति धातोः तत्र ह्रस्व इकारस्य इत् नास्ति, कोऽपि इकारः नास्ति, अतः धातु अनिदित् अस्ति। तस्य लौकिकधातु भवति बन्ध नाम तस्य अन्तिम अकारस्य लोपः भवति, बन्ध अस्ति। अधुना बन्ध मध्ये उपधायां नकारः अस्ति, उपधायां नकारः अस्ति, इदित् अपि नास्ति, अतः तत्पश्चात् यदि कित् अथवा नित् कोऽपि प्रत्ययः आगच्छति तर्हि तत् नकारस्य लोपः भवति। अतः यदि अग्रे क्त प्रत्ययः आगच्छति, क्त तर्हि वयं जानीमः त प्रत्यय अधुना आगच्छति, त कित् अस्ति कित्, अतः तस्य नकारस्य लोपः भूत्वा बद्धः इति रूपं भवति बद्धः. सर्वे जानन्ति खलु बद्धः इति अस्ति बन्ध, तस्य तरूपमस्ति बद्धः, तत्र नकारस्य लोपः भवति. तर्हि अधुना यदि लम्बितः अथवा वन्द् वन्द् धातुमध्ये अपि यदि नकारस्य लोपः यदि अस्माभिः कृतम् उपधायां नकारस्य लोपः अपि अस्माभिः कृतं, तर्हि त प्रत्ययानन्तरं तस्य रूपं भवति किं भवति वदितः भवति वदितः अथवा वक्तः किमर्थं किमपि भवति वत्तः, बहु तत्तु समीचीनं रूपं नास्ति, तस्य रूपं तु भवति वन्दितः एव भवति. तर्हि तथैव लम्ब् अस्ति चेत् तस्य रूपं लब्धः अथवा किमपि न भवति लम्बितः एव भवति, तत्र तु अपुधायां नकारस्य लोपः न भवति, अतः किमर्थमस्ति अतो. तर्हि तद् समीचीनं सम्यक् रूपं भवति, अतः पाणिनिना मूलधातौ नकारः अथवा मकारः न स्थापितं, तत् नकारः अथवा मकारः तु इदितो नुम् धातुः इति सूत्रेण आगच्छति इति, तर्हि आगच्छति अनन्तरम् आगच्छति, अतः तस्य लोपः न भवति, यतोहि अविदितां हल उपधायां निति इति सूत्रस्य प्रसक्तिः एव न भवति, यतोहि तत्तु केवलम् अनिदित् इति अनिदित् इति धातूनां कृते, परन्तु इदितो नुम् धातुः तर्हि तु किमर्थं केवलम् इदित् इति कृते अस्ति, अतः कार्यक्षेत्रम् एव भिन्नं भिन्नम् अस्ति, अतः तदस्ति, अतः सम्यक् रूपं भवितुं शक्नोति लम्बितः वन्दितः इति वार्ता अस्ति. अवगच्छति वा? किञ्चित् कष्टमेव. प्रश्नः अस्ति वा किमपि? प्रश्नः अस्ति किं किं न अवगतम्? अमित् महोदय अवगतं वा? आं महोदय अवगतम्. अवगतम्. अस्तु, एकवारं भवान् एव संक्षेपरूपे वदतु पुनः. वन्द लम्ब इत्यादि धातुषु औपदिशिक अवस्थायां नकार न स्थापितवान् पाणिनिना, यत् यतोहि तस्य क्त प्रत्यय इत्यादि प्रत्ययेषु नकार तिष्ठति एव. बन्ध धातोः तु उपदिशकरूपे नकारः अस्ति, तस्य कित् अन् इति अस्ति, इत् नास्ति तत्र, तर्हि अनिदितां हल उपधाय इति सूत्रेण त प्रत्यये आगच्छति चेत् नकारस्य लोपः भवति, तस्य रूपः भवति बद्ध इति. तर्हि यदि डिफरेन्स् दट्स् टु प्रिसर्व् दिस् डिफरेन्स्. प्रश्नः अस्ति, यदि पाणिनिना मूलधातौ एव नकारः अथवा मकारः स्थापितमस्ति, तर्हि वन्द अथवा लम्ब् इति धातु इत्यादीनां धातूनां क्तप्रत्ययान्तरूपं किमस्ति, किं भवति? वदति अथवा लभति. एवं कथं किमपि रूपं भवति यत्र नकार अथवा मकारस्य लोपः अस्ति, किमपि भवति, परन्तु तत्तु समीचीनं नास्ति खलु? नास्ति. अतः उपधायां मकार नकारस्य स्थापनं समीचीनं नास्ति. अतः तत् महोदय पाणिनिना मुनिना एवं कृतम्. आम् महोदय, एकः प्रश्नः. आम् सूत्रे हल् इति लिखितवत्, किन्तु भवान् उक्तवान् नकारः नो चेत् मकारः. किमपि हल् अस्ति चेत् तस्य लोपः भवति, नो चेत् नकारस्य मकारस्य एव? कथं जानीमः? अत्र सम्पूर्णं सूत्रं नास्ति खलु. यदा अस्माभिः सम्पूर्णं सूत्रं यदा अस्माभिः यदि यदा वयं पठिष्यामः तत्र स्पष्टं भवति. अत्र केवलं उदाहरणरूपेण सूत्रं लिखितमस्ति, परन्तु तस्य पूर्ण अनुवृत्तिसहितसूत्रं किम् अस्ति अथवा किमस्ति सम्पूर्णसूत्रं किम् अस्ति इति अधुना वयं न जानीमः. अस्तु, किन्तु हल् आसीत् अतः पृच्छामि. हल् नास्ति, हल अस्ति. हलः हल अस्ति आम् इत्यस्मात् सन्धि कृत्वा हल हल तर्हि भवत्याः प्रश्नः समीचीनः अस्ति, परन्तु तस्य विवरणम् अग्रे अस्ति. यदा अस्य सूत्रस्य यदा कार्यं आगच्छति अग्रे तस्य तत्र विवरणम् अस्ति. तर्हि अधुना किं महोदय? केन् एव्रिबडि नाट् हियर् मी? We can hear. Shruyate mahode. I can hear. Idani mahode. Astu aham kinchita uchchahi vadam vadanasya prayatnam karu. Mama api kanta samichina nasti. Astu. Tari prashna asti va idani paryantam. Satvam abhavishya, satyam samaptam, natvam samaptam, numagah samaptam. Kopi prashna asti va? महोदय, गतवर्गद्वयम् अहं न आसम्, तस्मात् अहं न. चिन्ता नास्ति, मुद्रणानि शृणोतु. प्रश्नः अस्ति चेत् अनन्तरं पृच्छतु अथवा. अहं न पठितवती, करपत्रं न पठितवती. अस्तु अस्तु, पठतु भवत्या सौकर्येण पठतु. तदनन्तरं प्रश्नः अस्ति चेत् पृच्छतु, अनन्तरं चिन्ता नास्ति. अस्तु, तर्हि अग्रे गच्छामः. अग्रे अस्ति तपरस्तत्कालस्य. तत्तु अस्माभिः गतरविवासरे एव पठितं यत् तपरस्तत्कालस्य सूत्रं किं वदति, अतः पुनः करणस्य आवश्यकता नास्ति इति अहं चिन्तयामि. सर्वे जानन्ति खलु तपरस्तत्कालस्य तस्य अर्थः अस्माभिः चर्चितं गतवासरे. आं महोदय. अन्यः प्रश्नः अस्ति, प्रष्टुं शक्नोमि? अत्र पुनः किति निति परे अस्ति, किन्तु पूर्वमेव भवान् उक्तवान् निति इत्युक्ते कित् वा गित् वा नित्. अत्र अपि किति निति गिति वा इति न, प्रायः अत्र केवलं किति निति एव अस्ति. अत्र तदेव अस्ति, अत्र क्लेशः अस्ति, परन्तु प्रायः गित् कुत्रापि न मया अधुना पर्यन्तं कुत्रापि गित् न दृष्टम्. अतः प्रायः कित् नित् एव तस्य एव वस्तुतः भवति इति अहं चिन्तयामि. तत्र ककारस्य ककारद्वयमपि आसीत् तत्र करपत्रे. अस्तु अस्तु, प्रायः अत्र गित् न कार्यं करोति. ककारद्वयमस्ति चेत् कोऽपि क्लेशः नास्ति, गित् अपि अस्ति, परन्तु यत्र सन्धि कृत्वा एकककारः वा अस्ति तत्र क्लेशः अस्ति. यत्र वस्तुतः ककारद्वयमस्ति अथवा नास्ति, परन्तु किमपि भवेत् कुत्रापि अधुना मया पर्यन्तं गित् तु न दृष्टम्. अतः वस्तुतः प्रायः कित् नित् तस्य एव प्राचल्यमस्ति. अस्तु अग्रे गच्छामः तर्हि अग्रे को अस्ति धन्यवादः महोदय मीना महोदय अस्ति पठति पठितुम् इच्छति वा मीना सुन्दरेशन् पठितुमिच्छामि करपत्रं न पठितवती नूतनमस्ति अधुना तपरस्तत्कालस्य तत् न तत् न तदग्रे चतुर्थबिन्दुः अस्ति उपधादीर्घः उपधायां च तपरतत्कालस्य अहं न पठितवती उपधायां च धातोः उपधाभूतयोः रेपवकारयोः हल्परयोः इकः दीर्घः स्यात् धातोः उपधाभूतयोः रेपवकारयोः हल्परयोः इकः दीर्घः स्यात् हलन्तधातु धातूनाम् उपधायां रेपः वा वकारः वा अस्ति चेत् तयोः वर्णयोः पूर्वम् इकः दीर्घः भवति इक् ईवूरल् उपधायां सप्तम्यन्तं च अव्ययं शिपि धातोः रूर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः वोर् उपधाया दीर्घः इकः इत्यस्मात् वोः इकः दीर्घः इत्येषाम् अनुवृत्तिः हलि च इत्यस्मात् हलि इत्यस्य अनुवृत्तिः सर्वम् अनुवृत्तिः अनुवृत्तिसहितसूत्रं धातोः वोः उपधायां च इकः दीर्घः हलि कुर्द प्लस् अनुस्वारं कुर्द उपदेश अनुनास उपदेश च अनुनासिक इत् कुर्द बिकम्स् कुर्देन् कूर्द उपधायां च तथैव कुर्द अर्थः किम् यत्र उपधायाः उपधायाः रेपः वकारः वकारः उदाहरणं नास्ति अत्र नास्ति तत्र नास्ति दीर्घः दीर्घः भवति हलन्तधातूनां कुर्द् इति हलन्तधातुः रेपः अस्ति तत्र ओ इकः अस्ति कु ऊ इति इक् ई ऊल् इक् इक् भवति तत्र तस्य इकः दीर्घः भवति उपधायां च इति सूत्रेण अवगच्छति वा स्पष्टं नास्ति महोदय कुर्द् कुर्द् धातु बिकम्स् कूर्द् उपधायां दीर्घः कूर्द् कूर् लट्लकारं किं कूर्दति अर्थं किं जम्प् ओ कूर्दति कूर्दति तत्तु न जानामि तथैव कूर्दति कूर्दति कूर्दति तर्हि दीर्घ उकारः कथं भवति अवगच्छति वा दीर्घ उपधायाम् इक् इक् वर्णः दीर्घः भवति न उपधायाम् इक् वर्णः नास्ति उपधायां रेफवकारः अस्ति तस्मात् पूर्वम् इक् वर्णः अस्ति चेत् तस्य दीर्घं भवति रेपवर्णम् अस्ति यदि तर्किम् अस्ति निमित्तत्रयाणि निमित्तत्रयम् अस्ति एकं रेपः उपधानिमित्तम् उपधाया उपधाया द्वितीयनिमित्तम् इक् इक् कुत्र इक् रेपस्य पूर्वम् इक् भवति इक् अस्ति तृतीयनिमित्तं तृतीयनिमित्तं धातु हलन्तमस्ति हलन्तं धातु हलन्तं धातु हलन्तं धातु रेपः उपदा इक् रेपस्य उपदा रेफ अथवा वकारः रेफा उपकारः इति निमित्तत्रयमस्ति तर्हि कूर्दमध्ये अन्तिमवर्णात् दकारः हल् अस्ति उपधायां रेफा अस्ति रेफात् पूर्वम् उकारः अस्ति यत् इक्वर्णे इत् प्रत्याहारे आगच्छति अतः निमित्तत्रयं भवति अतः उपधायां च इति सूत्रेण कूर्द इति भवितुं शक्नोति स्पष्टं महोदय धन्यवादः अस्तु अस्तु तर्हि इति सूत्रमस्ति उपधायां च तथा हि खुर्द तस्य खूर्द् भवति गुर्द तस्य गूर्द् भवति अग्रे भवती एव पठतु अलोऽन्त्यात् पूर्व उपधा अलोऽन्त्यात् पूर्व उपधा वर्णानां समुदाये यः अन्तिमः वर्णः तस्मात् पूर्वः यः वर्णः अस्य उपधासंज्ञा स्यात् वर्णानां समुदाये यः अन्तिमवर्णः तस्मात् पूर्वं यः वर्णः अस्य उपधासंज्ञा ओके उपधा इति किं इति पदस्य वर्णनम् एव अलः उत्तमं महोदय अलः पञ्चम्यान्तम् अन्त्यात् पञ्चम्यान्तं पूर्वः प्रथमान्तम् अनेकपद इदं सूत्रम् अल् प्रत्याहारे सर्वेपि वर्णाः अन्तर्भूताः अच् प्लस् हल् अल् सूत्रं स्वयं सम्पूर्णम् अन्त्यात् अलः पूर्वः उपधा तर्हि संज्ञासूत्रमस्ति इदं संज्ञासूत्रम् उपधा किम् अर्थम् इति तत् सूत्रं वदति तर्हि प्रायः सूत्रं सरलमेव अस्ति प्रश्नः उदीयेत रेपः इत्युक्ते कः वर्णः यः रकारः उपरि उपविष्टः अथवा सर्वे रकाराः सर्वे रकाराः एव रेपः नाम रात् इपः कश्चन प्रत्ययः र प्लस् इपः इक्वल्स् रेपः न अवगतम् तर्हि प्रश्नः अस्ति प्रायः भवती भवत्या अथवा अन्य जनैः श्रुतमस्ति अथवा न जानामि परन्तु यदि अहं यदा अहं बालकः आसम् तर्हि यदा कोऽपि रेफः रेफः इति वदति तर्हि अहं तु केवलं मम ज्ञानमस्ति यत् रेफः इत्युक्ते रखारः यत् उपरि आगच्छति नाम गर्व खूर्द यत् रेफः रकारः उपरि आगच्छति खलु उपरि प्रायः भवत्या एव तत्र कनेक्षन् मध्ये प्राब्लम् अस्ति प्रायः सर्वे शृण्वन्ति खलु तर्हि प्रश्नः अस्ति यत् रेफः इत्युक्ते सर्वे रकारः अथवा यः रकारः उपरि आगच्छति यथा कूर्द् मध्ये खूर्द् मध्ये गर्वमध्ये इति अस्ति तर्हि तस्य उत्तरमस्ति यत् न केवलम् उपरि यत् आगच्छति तत् न परन्तु सर्वे रकाराः रकारः इत्युक्ते रेफ इति प्रश्नः इति एव अस्ति, किमपि अधिकं नास्ति। तर्हि प्राचीन प्राचीनमध्ये अपि यत् प्र अस्ति तदपि रकारः यत् अस्ति तदपि रेफः एव अस्ति। अस्तु अग्रे पठतु। रेफस्य नो चेत् रकारस्य रेपः तस्य पूर्वम् अथवा वकारस्य पूर्वम् इक् वर्णः अस्ति चेत् कुत्रापि भवितुम् अर्हति किं, नो चेत् इमीडियट्लि बिफोर् वा? पञ्चमी पञ्चमी तस्य अत्र पञ्चमी अस्ति खलु, पञ्चमी अस्ति वोः रवोः अस्ति खलु, तत्र पञ्चमी विभक्ति अस्ति। पञ्चमी विभक्ति तस्य अर्थः किम्? निमित्तं पूर्वं कार्यं परं साक्षात् पूर्वम्। ओ साक्षात् पूर्वम्, अस्तु कुत्रापि न अस्तु। किमको अस्ति मीना महोदय, भवानेव समापयतु अवधेयं, भवती एव समापयतु अवधेयम्। उपदेशे अजनुनासिक इति सूत्रेण सर्वेषाम् अजन्तानां मूलधातूनाम् अन्तिमस्य अचः इत् संज्ञा इत् संज्ञा न भवति। तत्र सर्वेषाम् अजन्तानां मूलधातूनाम् अन्तिमस्य अचः इत् संज्ञा न भवति, तदा एव इत् संज्ञा भवति यदा सः अच् अनुनासिकः अस्ति। यथा लिखन् पठन् इत्यादयः धातवः, किन्तु भू नी इत्यादिषु अजन्तधातुषु अन्तिमः अच्वर्णः अनुनासिकः नास्ति, अतः तत्र त्रयाणाम् अच् वर्णानाम् इत्संज्ञा न भवति। परन्तु हलन्त्यम् इति सूत्रेण सर्वेषां हलन्तमूलधातूनाम् अन्तिमस्य हलः इत् संज्ञा भवति एव। उपदेश जन्यासिक इति सरलमेव, परन्तु हलन्त्यम् इति सूत्रेण सर्वेषां हलन्त्यमूलधातु अन्तिमस्य हलः इति संज्ञा भवति वा? ओके अस्तु, तर्हि अधुना द्वितीयकरपत्रं समाप्तम्। अभ्यासात् पूर्वं कस्यापि कोऽपि प्रश्नः अस्ति वा? सत्वं नत्वं नुमागमः उपधादीर्घ अस्तु, नास्ति चेत् अभ्यासं कुर्मः। तर्हि अत्र को अस्ति? सरला महोदय अस्ति खलु, सरला खुशाला। महोदय अहं बहिः अस्मि। अस्तु अस्तु, तर्हि सुमन् महोदय अस्ति खलु? आम् महोदय, आरम्भः करोतु अभ्यासः। प्रयत्नं करोमि, स्मरामि वा न न जानामि। अग्नि अस्ति, अधः उपदेश अवस्थायां मूलधातु अहं पठामि। अधः उपदेशावस्थायां मूलधातवः प्रदर्शिताः, तेषां लौकिकरूपाणि कानि अपि च कैः सूत्रैः प्राप्तानि इति वक्तव्यम्। अस्तु, अग्नि अस्ति, तत्र इदित् एकनिमिष इदित् इदितो नुम धातोः सूत्रेण इकारः तत्र इकारः अनुस्वारः अस्ति, अतः इत् भवति। इदितो नुम् आगमः तत्र तेन सूत्रेण अङ्गी भवति, अङ्ग् भवति, क्षम्यताम्। जम्प् न करोतु. अघि मध्ये सर्वप्रथमम् इत्संज्ञक वर्णः किम् अस्ति, केन सूत्रेण भवति, तद् वदतु. ओ इत् इत् इकारः इत् अस्ति उपदेशानु उपदेशे अजनुनासिक सूत्रेण, अतः अग् भवति. इदित् इत् इकारः इत् अस्ति, अतः इदित् सूत्रेण नुम् आगमः आगमः भवति. इदितो नुम् धातोः सूत्रेण नुम् आगच्छति. नुम् तत्र उकारः पुनः उपदेशे अजनुनासिक सूत्रेण तस्य इत् भवति. म हलन्तस्य सूत्रेण मित् अस्ति, अतः नकार एव आगच्छति. कुत्र आगच्छति इति प्रश्नः. सर्वे धातवः धातवानाम् अन्ते आगच्छति. अत्र अग् भवति, अयोगः गकारः, अकारः योगः गकारः भवति. अतः अकारस्य अनन्तरं नकारः आगच्छति. अङ्ग् भवत्या वद उक्तं धातूनां धातोः अन्ते आगच्छति. आम्, धातोः अन्ते क्षम्यताम्, धातोः अन्ते नकारः न आगच्छति. धातु मध्ये धातोः सर्वेषां स्वराः अनन्तरम् आगच्छति. क्षम्यताम्, अधुना किं रूपम् अस्ति? अ नकारः गकारः. अतः अङ्ग् भवति. अङ्गतीव अङ्गते न स्मरामि, केवलं रूपम् अस्ति. परन्तु अधुना अपि समापितं नास्ति खलु, अकारः नकारः गकारः इति अस्ति. आम्, तदग्रे किम्? तस्य अहं गण धातवः धातोः गण न स्मरामि. तत्र अहं लट्लकारस्य रूपं न पृच्छामि. भवती वदति खलु, अधुना रूपम् अस्ति अ न नकारः गकारः इति खलु. आम्, परन्तु अत्र नकारः एव तिष्ठति वा? न, ओ अस्तु अस्तु, क्षम्यताम्, नकार न भवति. तत्र नश्चापदान्त झलि सूत्रेण नकार अनुस्वार भवति. अनुस्वारस्य ययि पर सवर्णः, तेन सूत्रेण अनुस्वारस्य सवर्ण इत्युक्ते ग कवर्णस्य पञ्चम वर्णः इत्युक्ते कवर्गस्य नासिकवर्णः आगच्छति. अतः अङ्ग् भवति. अस्तु, अधुना समीचीनमस्ति. अङ्ग् यत्र नकारः नास्ति, परन्तु कवर्गस्य पञ्चमवर्णः. धन्यवादः महोदय साहाय्यम्. अग्रे रघुपतिमहोदय अस्ति खलु? हा महोदय. घट्ट घट्ट अत्र घट्ट अन्तिमवर्णः अस्ति. एकनिमिषं, धातोः लट्लकारं किं गणः? तद् अधुना प्रश्नः नास्ति, केवलं मूलधातु तस्य मूलधातु कः अस्ति इति प्रश्नः अस्ति, रूपस्य प्रश्नः नास्ति. अस्तु रघुपति महोदय, घट्ट करोतु. घट्ट अत्र अन्तिम वर्ण अस्ति, अकार अनुनासिक अकार इत्संज्ञा उपदेश अनुनासिक इत् इति सूत्रेण तस्य इत्संज्ञा भूत्वा तस्य लोपः इति लोपः भवति. अत्र घट्ट एव अवशिष्यते, नुमागमः नास्ति. घट् घट् हा घट् सोरि घट् एव अकारः नास्ति, अनुनासिक अकारः घट् एव अवशिष्यते. अत्र नकार नुमागमपि अपि नास्ति, इत् नास्ति. अस्ति वा किमपि? न किमपि नास्ति, घट् एव. अस्तु तर्हि नास्ति. धन्यवादः महोदय. अग्रे मलर् महोदय अस्ति खलु? हा महोदय, करोतु. भ्रेजुरु अत्र उपदेश अनुनासिकैति इति भवति. तदनन्तरम् अत्र रेफः अस्ति चेत् न जानामि महोदय. किमपि न भवति खलु, अत्र अन्यत् किमपि कार्यं नास्ति. चत्वं चत्वं नुमागमः उपधायां दीर्घः किमपि नास्ति. अत्र महोदय भ्रेज् मध्ये मम प्रश्नः अस्ति, भ्रेज् मध्ये उपधावर्णः कः अस्ति? ए अस्ति, रेफ नास्ति. रेफ नास्ति अतः न भवति. अस्तु धन्यवादः महोदय. अग्रे भानु महोदय अस्ति खलु? भानु महोदय आम् अग्रे. चञ्चुः चञ्चु चञ्चु महोदय, उपदेशे अजनुनासिक इति सूत्रेण तस्य लोपः गच्छति. टञ्च् इति निष्पन्नं भवति तत्र. नकारः अस्ति, पदान्तस्य जलि इति सूत्रेण अत्र अनुस्वारः भवति. तत्र तकारस्य सूत्रम् अकारस्य पदान्तस्य जलि अनुस्वारस्य यै परसवर्णः महोदय. तदुक्ते तत् कञ्च् कञ्च् इति भवितुम् अर्हति इति मन्ये. अतः चञ्च् मध्ये यत् नकारस्य ध्वनिः आगच्छति तद् कस्य वर्गस्य नकारवर्णः अस्ति? चकारः तर्हि चञ्च् इति भवति. धन्यवादः. कोऽपि अस्ति वा येन एतदपि न एकवारमपि न पठितं? किमर्थं चञ्च् भवति महोदयः? अन्यथा किं भवति? किमर्थं तकारस्य न तकारस्य अनुस्वारवर्णः पञ्चमवर्णः अनुस्वारस्य अस्माभिः पठितं खलु नश्चापदान्तस्य झलि इति सूत्रेण यदि नकारः अपदान्त अस्ति तत्पूर्वं अत्र नकारः अपदान्त अस्ति, तस्मात् अग्रे च वर्णः आगच्छति, यद् झल् प्रत्याहारे आगच्छति, तर्हि तद् अस्ति चेत् नकारस्य अनुस्वारः भवति, तर्हि अत्र नकारस्य अनुस्वारः भवति च अनुस्वारः च। तदनन्तरम् अधुना नूतनं सूत्रमस्ति, अनुस्वारस्य यै परसवर्णः, नाम अनुस्वारः अस्ति तदग्रे यय प्रत्याहारस्य वर्णः अस्ति, च यय प्रत्याहारस्य वर्णः अस्ति, तर्हि एतदस्ति चेत् अनुस्वारस्य परसवर्णः भवति, नाम परसवर्ण इत्युक्ते यत् वर्णः परवर्णस्य सवर्णः अस्ति। अधुना परवर्णः अस्ति च, च वर्णस्य सवर्णः नाम तद्वर्णः चवर्गे यत् नकारसमानम् अस्ति। चवर्गे नकारसमानं किम् अस्ति? चवर्गस्य पञ्चमवर्णः ण्य। अतः नकारस्य स्थाने अनुस्वारः भवति, तदनन्तरम् अनुस्वारस्य स्थाने पञ्चमचवर्गीयवर्णः आगच्छति, अतः रूपं भवति चञ्च। एकवारं भवती गतरविवासरस्य करपत्रं पठतु, तत्र सौकर्यं भवति, तत्र अस्ति तत्र। ह्यः एव आगतवती, चिन्ता नास्ति, पठतु एकवारम्। अस्तु, कोऽपि अस्ति वा येन एकवारमपि न पठितम्? अस्तु, तदस्ति चेत् पुनः रिपीट् कुर्वः। भानु महोदय, भवानेव करोतु महोदय। महोदय, तदपि उपदेशे अजन्नासिक इति ऋकारान्वासिक अस्ति, तद् इत् संज्ञा भवति, तस्य लोपः अतः भवति। किं भवति? टिक् अस्तु, टिक् इति भवति। अस्तु, धन्यवादः महोदय। अग्रे मीना महोदय, मीना सुन्दरी। शल उपदेशे अनुनासिक इति सूत्रेण शल् भवति। शलति रूपं तस्य आवश्यकता नास्ति, रूपं शल् अत्र शकारस्य लोपः न भवति वा? लशक्वत् उद्यते न भवति, किमर्थम्? केवलं मीना महोदय वदति। अधुना महोदय मम प्रश्नः अस्ति, शकारस्य लोपः किमर्थं न भवति लशक्वत् अधीते इति सूत्रेण? यथा शप् अस्ति खलु, शप् शप् प्रत्यये मध्ये अस्माभिः दृष्टं यत् शकारस्य लोपः भवति, तावदेव अत्रापि शकारस्य लोपः किमर्थं न भवति? विस्मृतवती, चिन्तयतु। शल् मध्ये शकारस्य लोपः न भवति इति सत्यमस्ति, परन्तु किमर्थं न भवति? शप् मध्ये भवति शप् प्रत्यये, अत्र शल् धातुः न भवति, किमर्थम्? न प्रत्यय नास्ति, अथाद्विते आपदिते प्रत्यय एव खलु, शल् अत्र तु धातुः अस्ति, प्रत्यय नास्ति, प्रत्यय नास्ति, सः शल् भवति। धन्यवादः, अग्रे अमित् महोदय अस्ति खलु? आं महोदय, पठतु. इण् इति मूलरूपं हलन्त्यम् इति सूत्रेण णकारस्य लोपः, तस्य लोपः इति सूत्रेण, सोरि, हलन्त्यम् इति सूत्रेण णकारस्य इत्संज्ञा भवति, तस्य लोपः इति सूत्रेण लोपः भवति, इकार एव तिष्ठति, तदेव लौकिकरूपम् इ. परन्तु अत्र इदितो नुम् धातु इति सूत्रेण इकारः अस्ति, अतः किमपि न भवति वा? इत् नास्ति महोदय. हलन्त हल् हल् इत् अस्ति, इत् नास्ति. अत्र न, अत्र हल् हल् इत् अस्ति, हल् यतोहि हल् हल् इकार ह्रस्व इकारः अस्ति, परन्तु तत् इत्संज्ञकनास्ति. समीचीनं, धन्यवादः. अग्रे धन्यवादः. किमस्ति सुमन् महोदय? अस्तु, गुन् गुजी अस्ति, तत्र उपदेशे आचार्यनासिक सूत्रेण इकारस्य इत् भवति, पुनः इदित् अस्ति, अतः इदितो नुमग धातोः सूत्रेण तत्र नुम् आगमः भवति. इत्युक्ते पुनः वक्तव्यं किं, नुम् इत्युक्ते न एव, मकार मित् अस्ति, अनुनासिक उ अपि तस्य लोपः अपि भवति, न एव आगच्छति. मित् अस्ति अतः मिदचो अनन्त्यात् परः सूत्रेण धातोः अन्तिमस्वरस्य अनन्तरम् आगच्छति. इत्युक्ते गुञ्ज गुञ्ज भवति, तत्र नश्चाद् पदान्तस्य सूत्रेण नकारः अनुस्वारः भवति, अनुस्वारस्य यै परसवर्णः सूत्रेण जकारस्य च वर्णस्य नासिका आगच्छति, गुञ्ज भवति. गुञ्ज, धन्यवादः. अग्रे रघुपति महोदय. आम् महोदय. शीङ्ग् शीङ्ग् अस्ति, अत्र गकारस्य अलन्तमिति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः भवति, शिष्यते. अग्रे केनापि रूपभेदं न भवति, षि एव अवशिष्यते. अग्रे मलर् महोदय. द्वै संज्ञा नास्ति. भवती चिन्तयति वा किमपि कार्यमस्ति वा अत्र? हेलो भवती चिन्तयति वा किमपि कार्यपत्र अस्ति वा? अत्र कार्यं नास्ति महोदय. आम् नास्ति, द्वये एव तिष्ठति. द्वये एव तिष्ठति. अग्रे भवती एव करोतु. नम नम अत्र उपदेशजनोनिष्कै इति जनेन नम् आगच्छति. तदनन्तरं नो नः इत्यनेन नकारः नकारः भवति. नम् नम् नमति अस्ति खलु. नम् नम् इति भवति. नमति. धन्यवादः महोदय. अग्रे रघुपति महोदय. छुरा महोदय. छुरा अत्र छुर् अकारस्य अन्नासिक उपदेशनाके इति सूत्रे सूत्रेण अकारस्य लोपः भवति अनुनासिक अकारस्य. छुर् एव अवशिष्यते. परं तत् परं किमपि कार्यं न भवति. किमपि कार्यं छुर् एव अस्ति. अस्तु. नुद् अस्ति. अनुनासिक तस्य लोपः भवति उपदेशे अजनुनासिक सूत्रेण. नुद् भवति. नोनः सूत्रेण नुद् नुदति. आं महोदय. शुभ मूल धातु तस्य उपदेशे अज् अनुनासिक इत्यनेन अकारस्य संज्ञा तस्य लोप इत्यनेन लोपः लौकिकधातु शुभ इति. अन्य कोऽपि कार्यं न भवति. धन्यवादः. उपदेशान्नासिके इति सूत्रेण शुभ् इति भवति. शुभ् एव अवशिष्यते. धात्वादेशः सः इति सूत्रेण धातोः आदौ यत् षकारः आगच्छति तस्य स्थाने सकारः भवति. सकारः सुर् इति भवति. सुर् इति रूपम् अस्ति. अस्तु, धन्यवादः. तर्हि अग्रे भानु महोदय. भानु महोदय गच्छति. भानु महोदय अस्तु. मीना महोदय. कटि कटि हा कटि उपदेशे अनुनासिके कटि इति भवति. कट् इति भवति. कट् इति भवति लोपः. कट् एव अवशिष्यते. आम् अस्तु, धन्यवादः. अमित् महोदय. विद्रु इति धातु खलु. एकनिमिषे. कथं कट् एव भवति? नुमागम नुमागम भवेत्. कण्ठ भवति इति तु अस्तु मीना महोदय कण्ट् इति भवति कण्ट् भवति कथं भवति कण्ट् कट् कट् इति भवति प्रथमम् उपदेश अनुनासिक इति सूत्रेण लुमागमः किमर्थम् उपमागमः इकारः नास्ति तत्र कट् एव भवति अत्र ह्रस्व इकारस्य इत् संज्ञा अस्ति खलु इत् संज्ञा भवति तर्हि इदितो नुम् धातोः इति सूत्रेण यदा ह्रस्व इकारस्य इत् संज्ञा अस्ति तर्हि नुमागमः भवति खलु नुमागमः भवति नुमागमः इत्युक्ते नकारः नकारः कुत्र आगच्छति तर्हि नुम् मित् अस्ति अतः मिदच्यो मिदच्योन्त्यात् परः इति सूत्रेण अन्तिम स्वरस्य अनन्तरम् आगच्छति अत्र अन्तिमस्वरः कः अस्ति कट् मध्ये ककारोत्तरवर्ती अकारः अन्तिमस्वरवर्णः अस्ति तदग्रे नकारः आगच्छति क नकारः ठ अधुना नकारः तस्य नश्चापदान्तस्य झलि इति सूत्रेण नकारस्य स्थाने अनुस्वारः आगच्छति क अनुस्वारः ठ तदग्रे अनुस्वारस्य हि परसवर्णः इति सूत्रेण अनुस्वारस्य स्थाने टवर्गस्य पञ्चमवर्णः नाम ण आगच्छति रूपं भवति कण्ठ अस्ति अस्तु अग्रे अमित् महोदय विद्रु विद्रु इति धातुः उपदेशीय जनुनासिक इत्यनेन लृकारस्य इत्संज्ञा तस्य लोप इत्यनेन लोपः विद् इति भवति अत्र इत् इदित्तु नास्ति परन्तु अन्य कोऽपि सूत्रेण नुमागमः भवति इति मन्ये विन्द् धातु लौकिकरूपे अस्ति विन्द् विद् एव धातु विदेव अस्ति विन्द् नास्ति वा विद्यते खलु समीचीनम् आमां विद्यते समीचीनम् अस्तु अग्रे सुमन् महोदय ऐ थिङ्क् इन् अष्टाध्यायी धातु पार्ट् इट् सेस् विद्लु इस् सिक्स्त् तथैव अस्ति चेत् एण्ड् विदा इस् सेकेण्ड् एण्ड् विदेव अस्ति परन्तु अस्तु शिला अस्ति अजनुनासिक सूत्रेण शिल् भवति शिल् धात्वादेः शः सः सूत्रेण सिल् भवति किं भवति सिल् सिल् अस्तु सिल् इति अस्ति अग्रे को अस्ति अग्रे रघुपति महोदय अग्रे नीला नीला अस्ति अत्र अकार अनुनासिक अकारस्य लोपः भवति उपदेश अनुनासिकैश्च नो नः इति सूत्रेण नकारस्य नकारः भवति ओके निल् निल् एव अवशिष्यते अस्तु अग्रे मलर् महोदय मलर् महोदय मलर् मदर महोदय अग्रे करोतु इल इल उपदेशाजानुरासिके इति अनेन इल् भवति तदनन्तरम् इल् एव तिष्ठति महोदय इल् इल् एव तिष्ठति अस्तु धन्यवादः भानु महोदय भानुमहोदय अस्ति वा क्लिश मीना महोदय क्लिश क्लिश् भवति उपदेशे नास्ति सूत्रेण अन्य किमपि कार्यमस्ति वा क्लिश् अन्यकार्यं न भवति नास्ति क्लिश् क्लिश् एव अवशिष्यते अमित् महोदय अग्रे करोतु नील नील उपदेशे अर्जुनः नास्ति इत्यनेन अकारस्य लोपः नील् भवति अनन्तरं णोनः इत्यनेन नत्वं भवति नील् नील् इति नील नील् इति लौकिकरूपं भवानपि भवानेव अग्रे करोतु ष्टकं ष्टकम् इति मूलरूपम् उपदेशीयजनो नासिक् इत्यनेन अकारस्य लोपः ष्टक् इति रूपम् अनन्तरं धात्वादेशः सः इत्यनेन सत्वं भवति स्टक् इति रूपम् अन्य कोऽपि कार्यं नास्ति मन्ये स्टक् महोदय भवान् चिन्तयतु कोऽपि कार्यं भवितुं शक्नोति वा उपदादीर्घ नास्ति शस तु शस वदति सकारस्य सकारः भवति तदनन्तरं किमपि कार्यं भवति वा इति भवान् चिन्तयति वा अत्र तकारः एव अस्ति वा ओ स्मरति खलु स्मरति वदतु तकार मूर्धन्यषकारस्य कृते आगच्छति तर्हि अपगच्छति स्तक् अथवा स्तक् भवेत् इति मन्ये स्तक् स तक् नाम तकार तकार अकार ककार स्तक् कथं भवति कथं कथं टकारः नास्ति तकारः अस्ति परन्तु मूलधातौ मध्ये टकारः अस्ति इति उक्तुं शक्नोति वा आम् पूर्वत्र असिद्धं कम्स् इन् टु पिक्चर् तर्हि वस्तुतः रूपमस्ति मूलधातुमध्ये मूर्धन्यषकारः तकारः तथन तकारः क खलु ष्टुनाष्टुः इति सूत्रस्य प्रसक्तिः न भवति पूर्वत्र सिद्धम् इत्यनेन केवलं धात्वादेशः स एव तर्हि किमस्ति यदि अस्माभिः केवलं मूलरूपं यदि अस्माभिः इष्यते तर्हि तत्र तु षकारः अस्ति एव तर्हि शुनाष्टुः तस्य प्रसक्तिः शुनाष्टुः इति सूत्रस्य प्रसक्तिः भूत्वा तकारः आगच्छति. वस्तुतः तकारः अस्ति परन्तु शुनाष्टुः इति सूत्रेण तकारः भवति. परन्तु यदि अस्माभिः लौकिकधातुः इष्टं तर्हि अधुना षकारः तकारः ककारः इति अस्ति. अधुना एकस्मिन् अवसरे एव द्वे सूत्रे आगन्तुं शक्नुतः. एकमस्ति धात्वादेशे सहसः, एकमस्ति शुनाष्टु. परन्तु पूर्वत्र सिद्धम् इति रूपे इति सूत्रेण शुनाष्टुः यत् अष्टाध्यायस्य चतुर्थपादे आगच्छति तत् पूर्वत्र सिद्धम् इति सूत्रस्य अनन्तरे आगच्छति. अतः प्रथमं तु धात्वादेशे सहसः इति सूत्रस्य कार्यं भवति. अतः षकारस्य तकारः ककारः इति स्थाने षकारस्य प्रथमं सकार करणीयं. तकार तकार ककार. अधुना एकवारं सकारः आगच्छति, अधुना शुनाष्टुः इति सूत्रस्य प्रसक्तिः एव न भवति. अतः तकारः कुतः आगच्छति? न आगच्छति. अतः रूपं भवति स्तक्. आम् अस्तु, उत्तमं, धन्यवादः. धन्यवादः. सुमन् महोदय. आं महोदय. खुर्द अस्ति तत्र उपदेशे अजनुनासिक सूत्रेण अनुनासिक अकार गच्छति, खुर्द भवति. उपधायां च सूत्रेण तत्र उपधा स्थाने रेफः अस्ति, हलन्तधातु अपि अस्ति. रेफस्य साक्षात् पूर्वम् इक् वर्णः इत्युक्ते उकारः, ह्रस्व उकारः अस्ति. ह्रस्व उकारस्य दीर्घः भवति, अतः कूर्द एव लौकिकधातु. कूर्द, कूर्द. पृषु अस्ति अत्र उपदेश अनुनासिक इति सूत्रेण उकार अनुनासिक उकारस्य संज्ञा भूत्वा पृष् एव अवशिष्यते. किमपि अग्रे किमपि कार्यं नास्ति. पृष् एव पृष् भवानेव करोतु. नख नख अस्ति अत्र उपदेशे सूत्रेण अनुनासिक अकारस्य ईत्संज्ञा भूत्वा हलन्त्यं सूत्रेण तस्य लोपः, सारि तस्य लोपः इति सूत्रेण लोपः भवति. नख एव अवशिष्यते. नोणः इति सूत्रेण नकारस्य नकारः भवति. नख् अन्तिमरूपं नख् अस्तु. नख् अग्रे महोदय. पृषु अवगतं वा न अवगतम्? अहं लास्ट् मै कण्ट्रोल् हियर् कनेक्षन्. पृषु मध्ये किमपि नास्ति, केवलं पृष् भवति उपदेशे अजनासिक इति. पृष् अनुनासिक उकारस्य लोपः भवति, तावदेव अस्ति. अस्तु अग्रे मलर् महोदय. रग अत्र उपदेशे अनुनासिक इत्यनेन रग् भवति. तावदेव अस्ति. अस्तु धन्यवादः. अग्रे भवती एव करोतु. इत्यनेन फ्लू अलङ्क्यन्तं तस्य लोपः इत्यनेन फ्लू फ्लू भवति. अस्तु धन्यवादः. अग्रे भानुमहोदय नास्ति वा? गच्छति अत्र अस्ति परन्तु न शृणोति वा? मीना महोदय. धातु षकारस्य सकारः केन सूत्रेण? धात्वादेशे सहसः धात्वादेशे सहसः सहसः तु तु तु भवति अस्तु अमित महोदय ध्रु ध्रु ध्रु एव तिष्ठति मन्ये कोऽपि कार्यं नास्ति धन्यवादः अग्रे सुमन् महोदय चक्क अहं चिन्तयामि अनुनासिक अकारः गच्छति चक् एव तिष्ठति इति आम् चक् एव तिष्ठति चक् धन्यवादः महोदय अग्रे रघुपति महोदय अग्रे करोतु अस्य अतर अकार अनुनासिक अकारस्य इत्संज्ञा भूत्वा बध एव अवशिष्यते बध बध बध अस्तु तर्हि अग्रे भवति महोदय इदित् नास्ति खलु ओ इदित् नास्ति अकारः एव अस्ति अस्तु महोदय रघुपति महोदय तुनदि तुनदि एकनिमिषं तुनदि अत्र अरस्य उपदेशनस्केत्सूत्रेण लोपः भवति तुन एकनिमिषम् आदेनिटुडव ओके आदेनिटुडव इति सूत्रेण टकारस्य अपि टु वर्णस्य टु वर्णस्य नद् नद् अस्ति अनन्तरं नुमागमः भवति नद् अस्ति इकारस्य इदि तु नुम् धातोः अतः नन्द् इति भवति तत्र नुमागमः तत्र नकारः कुत्र आगच्छति नद् नद् अस्ति नकारस्य दक उपदाय आचुवर्णस्य स्थाने भवति नन्द् भवति तर्हि अत्रापि वस्तुतः नकारः तदनन्तरम् अनुस्वार नष्ठापदान्तस्य झलि अनुस्वारस्य हि परसवर्णः अस्ति परन्तु दकारः एव अस्ति अतः नकारः एव भवति पुनः तर्हि रूपपरिवर्तनं न दृश्यते परन्तु सूत्राणां कार्यं भवति नष्टपदान्तझलि भवति परन्तु पुनः नकार एव आगच्छति पुनः नकार एव आगच्छति मया न अवगतं महोदयः मया न अवगतं तुनद् तुनदि मध्ये उपदेश इकारः अस्ति अनुनासिक इकारः अस्ति तस्य लोपः तुनद् भवति तुनद् भवति तत्र टुकार टु अपि आदिर्निटुडु सूत्रेण गच्छति खलु आदिर्निटुडु आदिर्निटुडवः इति अस्ति न खलु नद् भवति तदनन्तरम् इदि तु नुम् धातोः इति सूत्रेण नन्द् भवति अवगच्छति वा आदिर्नीटुडवः तत्र किं भवति इत्युक्ते धातौ आदौ यदि टु अथवा डु भवति तस्य इत्संज्ञा भवति खलु तस्य लोपः सूत्रेण लोपः भवति अस्तु अग्रे अमित महोदय युच्छ युच्छ उपदेशे अज् अनुनासिक इत् तज्ञेन अकारस्य अनुनासिक अकारस्य इत् संज्ञा तस्य लोप इत्यनेन लोपः युच्छ इति रूपं लौकिकरूपम् अस्तु युच् इति भवति तर्हि अस्तु सर्वेषां सर्वे उत्तमं कार्यं कुर्वन्ति अधुना अभ्यासमेवम् अपि समाप्तं समयः अपि समाप्तः धातुविज्ञानम् इति द्वितीयकरपत्रम् अधुना अस्माभिः समाप्तं कोऽपि प्रश्नः अस्ति वा इदानीं पर्यन्तम् अस्तु नास्ति चेत् अधुना समापयामः अग्रिमरविवासरे वर्गः न भवति यतोहि अत्र US मध्ये दीर्घसप्ताहन्त अस्ति लाङ्ग् वीकेण्ड् अस्ति अतः अग्रिमरविवासरे नाम 26 मे तत्र किमपि वर्गः न भवति सप्ताहद्वयानन्तरं मेलिष्यामः इति अस्ति तर्हि शुभरात्रिः धन्यवादः शुभरात्रिः धन्यवादः महोदय धन्यवादः